पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 242 रुद्र उवाच स्वायम्भुवो मनुःपूर्वं द्वादशार्णं महामनुं जजाप गोमतीतीरे नैमिषे विमले शुभे तेन वर्षसहस्रेण पूजिध कमलापदिः मत्तो वरं वृणीष्वेदि तं प्राह भगवान् हरिः तद प्रोवाच हर्षेण मनुस्वायम्भुवो हरिं मनुरुवाच पुत्रत्वं भज देवेश त्रीणि जन्मानि चाच्युत त्वां पुत्र लालसत्वेन भजामि पुरुषोत्तमं रुद्र उवाच इत्युक्तस्तेन लक्ष्मीशः प्रोवाच सुमहागिरा विष्णुरुवाच भविष्यति नृपश्रेष्ठ यत्ते मनसि काङ्क्षितं ममैव च महत्प्रीतिस्तव पुत्रत्वहेतवे स्थितिप्रयोजने काले तत्र तत्र नृपोत्तम त्वयि जादे त्वहमपि जादोऽस्मि तव सुव्रत परित्राणाय साधूनां विनाशाय चतुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि तवानख रुद्र उवाच एवं दत्त्वा वरं तस्मै तत्रैवान्तर्दधे हरिः अस्याभूत् प्रथमं जन्म मनोस्वायम्भुवस्य च रघुणामन्वये पूर्वं राजा दशरथो ह्यभूद द्वितीयो वसुदेवो भूद्वृष्णिनामन्वये विभुः कलेर्दिव्यसहस्राब्दप्रमाणस्यान्त्यपादयोः शम्फलग्रामकं प्राप्य ब्राह्मणः संजनिष्यति कौसल्यासमभूत्पत्नी राज्ञो दशरथस्य हि यदोर्वंशस्य सेवार्थं देवकी नाम विश्रुता हरिव्रतस्य विप्रस्य भार्या देवप्रभा पुनः एवं मातृत्वमापन्ना त्रीणि जन्मानि शार्ङ्गिणः पूर्वं रामस्य चरितं वक्ष्यामि तव सुव्रते यस्य स्मरणमात्रेण विमुक्तिः पापिनामपि हिरण्यकहिरण्याक्षौ द्वितीयं जन्म संसृतौ कुम्भकर्णदशग्रीवावजायेदां महाबलौ पुलस्त्यस्य सुतो विप्रो विश्रवानाम धार्मिकः तस्य पत्नी विशालाक्षी राक्षसेन्द्रसुदानखे सुकेशितनया सा स्यात् सुमाली दानवस्य च केकसी नाम कन्यासी तस्य भार्या दृढव्रता कामो दृक्ता दुसा देवी सन्ध्याकाले महामुनिं रमयामास तन्वङ्गी यथेष्टं शुभदर्शना कामात् सन्ध्या भवाद्यत्वा तस्यां जातौ महाबलौ रावणकुम्भकर्णश्च राक्षसौ लोकविश्रुतौ कन्याशूर्पणखा नाम जातादिविकृताननः कस्यचित्वथकालस्य तस्यां जादो विभीषणः सुशीलो भगवद्भक्तसत्यवाग्धर्मवाञ्छुचिः रावणकुम्भकर्णश्च हिमवत्पर्वतोत्तमे महोग्रतपसा मां वै पूजयामासदुर्भृशं रावणस्त्वथ दुष्टात्मा स्वशिरकमलैः शुभैः पूजयामास मां देवि दारुणेनैव कर्मणा तदस्तमब्रुवं सुब्रूः प्रहृष्टेनान्तरात्मना वरं वृणीष्व मे वत्स यत्ते मनसि वर्तते तदप्रोवाच दुष्टात्मा देवदानव राक्षसाम् अवध्यत्वं प्रदेहीदि सर्वलोकजिगीषया ततोऽहं दत्तवांस्तस्मै राक्षसाय दुरात्मने देवदानव यक्षाणामवध्यत्वं वरानने राक्षसोऽसौ महावीर्यो वरदानात्तु गर्वितः त्रीं लोकान् पीडयामास देवदानवमानुषान् तेन सम्बाध्यमानाश्च देवा ब्रह्म पुरोगमाः भयार्ता शरणं जग्मुरीश्वरं कमलापदिं ज्ञात्वाथ वेदनां तेषामभयाय सनातनः उवाच त्रिदशान् सर्वान् ब्रह्मरुद्रपुरोगमान् श्रीभगवानुवाच राज्ञो दशरथस्याहमुत्पत्स्यामि रखोकुले वधिष्यामि दुरात्मानं रावणं सह बान्धवं मानुषं वपुरास्ताय हन्मि दैवतकण्टकम् नन्दिशापात् भवन्तोऽपि वानरत्वमुपागताः कुरुध्वं मम साहाय्यं गन्धर्वाप्सरसोत्तमाः रुद्र उवाच इत्युक्ता देवता सर्वा देवदेवेन विष्णुना वानरत्वमुपागम्य जज्ञिरे पृथिवीतले भार्गवेण प्रदत्तादु महीसागरमेखला दत्ता महर्षिभिपूर्वं रघूणां सुमहात्मनां वैवस्वदमनोपुत्रो राज्ञां श्रेष्ठो महाबलः इक्ष्वाकुरिदि विख्यातः सर्वधर्मविदाम्बरः तदन्वये महातेजा राजा दशरथो बली अजस्य नृपदे पुत्रसत्यवान् शीलवान् शुचिः स राजा पृथिवीं सर्वान् पालयामास वीर्यतः राज्येषु स्थापयामास सर्वान् पार्थिव सत्तमान् कोशलस्य निर्वस्याध पुत्री सर्वाङ्गशोभना कौशल्या नाम तां कन्यामुपयेमे स पार्थिवः मागधस्य नृपस्याध तनया च शुचिस्मिता सुमित्रा नाम नाम्ना च द्वितीया तस्य भामिनी तृतीया केकयस्याध नृपतेर्दुहिता तथा भार्या भूत्पद्मपत्राक्षी केकयी नाम नामदः ताभिस्म राजा भार्याभिस्तिसृभिर्धर्मसंयुधः रमयामास काकुस्थः पृथिवीं चानुपालयन् अयोध्या नाम नगरी सरयूतीरसंस्थिता सर्वरत्नसुसम्पूर्णा धनधान्यसमाकुला प्राकारगोपुरैर्जुष्टा हेमप्राकारसङ्कुला उत्तमैर्नागतुरगैर्महेन्द्रस्य यथा पुरी तस्यां राजा स धर्मात्मा उवास मुनिसत्तमैः पुरोहितेन विप्रेण वसिष्ठेन महात्मना राज्यं चकारयामास सर्वं निहतकण्टकं यस्मादुत्पत्स्यते तस्यां भगवान् पुरुषोत्तमः तस्मात् नगरी पुण्या साप्ययोध्येति कीर्तिता नगरस्य परं धाम्नो नाम तस्याप्यभूच्छुभे यत्रास्ते भगवान् विष्णुस्तदेव परमं पदम् तत्र सद्यो भवेन्मोक्षः सर्वकर्मनिकृन्तनः जादे तत्र महाविष्णौ नराः सर्वे मुदं ययुः स राजा पृथिवीं सर्वां पालयित्वा शुभाननी अयजद्वैष्णवेष्ट्या च पुत्रार्थी हरिमच्युतं तेन सम्पूजितश्रीशो राजा सर्वगतो हरिः वैष्णवेन दुयज्ञेन वरदप्राह केशवः तस्मिन्नाविरभूदग्नौ यज्ञरूपो हरिस्तदा शुद्धजाम्बूनदप्रख्यशङ्खचक्रगदाधरः शुक्लाम्भरधरश्रीमान् सर्वभूषणभूषितः श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः पद्मपत्रविशालाक्षश्चतुर्बाहुरुदारधीः सव्याङ्कस्थश्रिया सार्धमाविरासीद्रमेश्वरः वरदोऽस्मीति तं प्राह राजानं भक्तवत्सलः तं दृष्ट्वा सर्वलोकेशं राजा हर्षसमाकुलः ववन्दे भार्यया सार्धं प्रहृष्टेनान्तरात्मना प्राञ्जलिप्रणदो भूत्वा हर्षगद्गदया गिरा पुत्रत्वं मे भजेत्याह देवदेवं जनार्दनं ततः प्रसन्नो भगवान् प्राह राजानमच्युतः विष्णुरुवाच उत्पत्स्येऽहं नृपश्रेष्ठ देवलोकहिताय वै परित्राणाय साधूनां राक्षसानां वधाय च मुक्तिं प्रदातुं लोकानां धर्मसंस्थापनाय च महादेव उवाच युत्युक्त्वा पायसं दिव्यं हेमपात्रस्थितं श्रुतं लक्ष्म्याहस्तस्थितं शुभ्रं पार्थिवाय ददौ हरिः विष्णुरुवाच इदं वै पायसं राजन् पत्नीभ्यस्तव सुव्रत देहिते तनयास्तासु उत्पत्स्यन्ते मदङ्गजाः महादेव उवाच युत्युक्त्वा मुनिभिः सर्वैस्तूयमानो जनार्दनः स्वात्मानं दर्शयित्वाध तथैवान्तरधीयत स राजा तत्र दृष्ट्वा च पत्नीं ज्येष्ठां कनीयसीं विभज्य पायसं दिव्यं प्रददौ सुसमाहितः यदस्मिन्नन्तरे पत्नी सुमित्रा तस्य मध्यमा तत्समीपं प्रयता सा पुत्रकामा सुलोचना तां दृष्ट्वा तत्र कौशल्या कैकेयी च सुमध्यमा अर्धमर्धं प्रददतुस्ते तस्यै पायसं स्वकम् तत्प्राश्य पायसं दिव्यं राजपत्न्यः सुमध्यमाः सम्पन्नगर्भा सर्वास्ता विरेजुशुभवर्चसः तासां स्वप्नेषु देवेश पीतवासा जनार्दनः शङ्खचक्रगदापाणिराविर्भूतस्तदा हरिः अस्मिन् काले मनोरम्ये मधुमासि शुचिस्मिदे शुक्ले नवम्यां विमले नक्षत्रे दिदि दैवते मध्याह्नसमये लग्ने सर्वग्रहशुभान्विते कौसल्या जनयामास पुत्रं लोकेश्वरं हरिम् इन्दीवरदलश्यामं कोटिकन्दर्पसन्निभं पद्मपत्रविशालाक्षं सर्वाभरणशोभितं श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम् उद्यदिनकरप्रख्यकुण्डलाभ्यां विराजितम् अनेकसूर्यसङ्काशं तेजसा महदावृतं परेशस्य तनोरम्यं दीपादुत्पन्नदीपवद ईशानं सर्वलोकानां योगिध्येयं सनातनं सर्वोपनिषदामर्थमनन्तं परमेश्वरम् जगत्सर्गस्थितिलये हेतुभूतमनामयं शरण्यं सर्वभूतानां सर्वभूतमयं विभुम् समुत्पन्ने जगन्नाथे देवदुन्दुभयो दिवि विनेदुपुष्पवर्षाणि ववर्षुसुरसतमाः प्रजापतिमुखा देवा विमानस्थानभस्तले तुष्टुगुर्मुनिभिस्तार्धं हर्षपूर्णाङ्गविह्वलाः जगुर्गन्धर्वपदयो ननृत्तुश्चाप्सरोगणाः वपुण्यशिवा वादाः सुप्रभो भूद्दिवाकरः जज्ज्वलुश्चाग्नयशान्ता विमलाश्च दिशो दश ततस राजा हर्षेण पुत्रं दृष्ट्वा सनातनं पुरोधसावसिष्ठेन जातकर्म तथा करोद नाम चास्मै ददौ रम्यं वसिष्ठो भगवांस्तदा श्रियकमलवासिन्या रमणोऽयं महान् प्रभुः तस्मात् श्रीराम इत्यस्य नाम सिद्धं पुरातनं सहस्रनाम्नां श्रीशस्य तुल्यमुक्तिप्रदं नृणां विष्णुमासि समुत्पन्नो विष्णुरेत्यभिधीयते एवं नामास्य दत्त्वाथ वसिष्ठो भगवान् ऋषिः परिणीय नमस्कृत्य स्तुत्वा स्तुतिभिरेव च सङ्कीर्त्य नामसाहस्रं मङ्गलार्थं महात्मनः विनिर्ययौ महातेजास्तस्मात् पुण्यतमात् गृहाद राजाध विप्रमुखेभ्यो ददौ बहुधनं मुदा गवामयुतदानं च कारयामास धर्मदः ग्रामाणां शतसाहस्रं ददौ रघुकुलोत्तमः वस्त्रैराभरणैर्दिव्यैरसङ्ख्येयैर्धनैरपि विष्णोः सन्तुष्टये तत्र तर्पयामास भूसुरान् कौसल्या च सुतं दृष्ट्वा रामं राजीव लोचनम् फुल्लहस्तारविन्दाभं पद्महस्ताम्भुजान्वितं तस्य श्रीपादकमले पद्माब्जे च वरानने शङ्खचक्रगदा पद्मध्वज वस्त्रादिचिह्निदे दृष्ट्वा वक्षसि श्रीवत्सं कौस्तुभं वनमालया तस्याङ्गे सा जगत्सर्वं सदेवासुरमानुषं स्मितवक्त्रे विशालाक्षी भुवनानि चतुर्दश निःश्वासे तस्य वेदांश्च सेदिहासान्महात्मनः द्वीपानब्धीन् गिरींस्तस्य जखने वरवर्णिनि नाभ्यां ब्रह्मशिवौ तस्य कर्णयोश्च दिशशुभाः नेत्रयोर्वह्निसूर्यौ च क्राणे वायुं महाजवं सर्वोपनिषदामर्थं दृष्ट्वा तस्य विभूतयः कृष्णाभीतावरारोहा प्रणम्य च पुनः पुनः हर्षाश्रुपूर्णनयना प्राञ्जलिर्वाक्यमब्रवीद। कौसल्योवाच धन्यास्मि देवदेवेश लब्ध्वा त्वां तनयं प्रभो प्रसीद मे जगन्नाथ पुत्रस्नेहं प्रदर्शय। ईश्वर उवाच एवमुक्तो हृषिकेशो मात्रा सर्वगतो हरिः माया मानुषदां प्राप्य शिशुभावाद्रुरोदसः। अध प्रमुदिता देवी कौशल्या शुभलक्षणा पुत्रमालिङ्ग्यहर्षेण स्तन्यं प्रादात् सुमध्यमा। तस्या स्तन्यं पपौ देवो बालभावात् सनातनः उवास माधुरुत्सङ्गे जगद्भर्ता महाविभुः। देशे तस्मिन् शुशुभे रम्ये सर्वकामप्रदे नृणाम् उत्सवं चक्रिरे पौरा हृष्टा जनपदा नराः। कैकेय्यां भरदो जज्ञे पाञ्च जन्यां सचोदिदः। सुमित्रा जनयामास लक्ष्मणं शुभलक्षणं शत्रुघ्नं च महाभागा देवशत्रुप्रदापनम्। अनन्तांशेन सम्भूतो लक्ष्मणः परवीरः सुदर्शनांशां शत्रुघ्नसं जज्ञे मिदविक्रमः। ते सर्वे ववृधुस्तत्र वैवस्वतमनोकुले संस्कृतास्ते सुदा सम्यक् वसिष्ठेन महौजसा अधीत वेदास्ते सर्वे श्रुतवन्तस्तथा नृपाः। सर्वशास्त्रार्थतत्त्वज्ञा धनुर्वेदे च निष्ठिताः। बभूवुः परमोदारा लोकानां हर्षवर्धनाः। युग्मं बभूवधुस्तत्र राजानौ रामलक्ष्मणौ तथा भरतशत्रुघ्नौ तयोर्युग्मं बभूवः। अथ लोकेश्वरी लक्ष्मीर्जनकस्य निवेशने शुभक्षेत्रे हलोद्धादे सुनासीरे शुभे क्षणे। बालार्ककोटिसङ्काशा रक्तोत्पलकराम्बुजा सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता। धृत्वा वक्षसि चार्वङ्गी मालामम्लानपङ्कजां सीतामुखे समुत्पन्ना बालभावेन सुन्दरी। तां दृष्ट्वा जनको राजा कन्यां वेदमयीं शुभाम् उद्धृत्यापत्यभावेन पुपोष मिथिलापदिः। जनकस्य गृहे रम्ये सर्वलोकेश्वरप्रिया ववृधे सर्वलोकस्य रक्षणार्थं सुरेश्वरी। यदस्मिन्नन्तरे देवि कौशिको लोकविश्रुतः सिद्धाश्रमे महापुण्ये भागीरथ्यास्तडे शुभे क्रतुप्रवरमारेभे जष्टुं तत्र महामुनिः। वर्तमानस्य तस्यास्य यज्ञस्याधद्विजन्मनः क्रतुविध्वंसिनो भुवन् रावणस्य निशाचराः। कौशिकश्चिन्तयत्वाथ रघुवंशोद्भवं हरिम् आनेतुमैच्छ धर्मात्मा लोकानां हितकाम्यया। स गत्वा नगरीं रम्याम् अयोध्यां रघुपालितां नृपश्रेष्ठं दशरथं ददर्श मुनिसत्तमः। राजापि कौशिकं दृष्ट्वा प्रत्युद्धाय कृताञ्जलिः। पुत्रैः सह महातेजा ववन्दे मुनिसत्तमं धन्योऽहमस्मीति वदन् हर्षेण रघुनन्दनम्। अर्चयामास विधिना निवेश्य परमासने परिणीय नमस्कृत्य किं करोमीत्युवाच तम्। ततः प्रोवाच पृष्ठात्मा विश्वामित्रो महातपाः। विश्वामित्र उवाच देहि मे राघवं राजन् रक्षणार्थं क्रतोर्मम साफल्यमस्तु मे यज्ञे राघवस्य समीपदः। तस्माद्रामं रक्षणार्थं दातुमर्हसि भूपते। ईश्वर उवाच तच्छ्रुत्वा मुनिवर्यस्य वाक्यं सर्वविदाम्बरः। प्रददौ मुनिवर्याय राघवं सह लक्ष्मणम्। आदाय राघवं तत्र विश्वामित्रो महातपः। स्वमाश्रममभिप्रेदः प्रययौ द्विजसत्तमः। तदप्रहृष्टास्त्रिदशाः प्रयादे रघुसत्तमे। ववृषु पुष्पवर्षाणि तुष्टुवुश्च महौजसः। अथा जगाम हृष्टात्मा वैनदेयो महाबलः। अदृश्यभूतो भूतानां सम्प्राप्य रघुसत्तमम्। ताभ्यां दिव्ये च धनुषी तूणौ चाक्षयसायकौ। दिव्यान्यस्त्राणि शस्त्राणि दत्त्वा च प्रययौ द्विजः। तौ रामलक्ष्मणौ वीरौ कौशिकेन महात्मना गच्छन्ती ज्ञापितारण्ये राक्षसी घोरदर्शना। नाम्ना दुताडका देवी भार्या सुन्दस्य रक्षसः। जग्नस्तुस्तां महावीरौ बाणै दिव्यधनुश्च्युतैः। निहता राघवेणाथ राक्षसी घोरदर्शना। त्यक्त्वा तनुं घोररूपां दिव्यरूपा बभूवसा। जाज्वल्यमाना वपुषा सर्वाभरणविभूषिता। प्रययौ वैष्णवं लोकं प्रणम्य च रघुत्तमौ। तां हत्वा राघवश्रीमान् कौशिकस्याश्रमं शुभं प्रविवेश्य महातेजा लक्ष्मणेन महात्मना। ततः प्रहृष्टा मुनयः प्रत्युद्गम्य रघुत्तमं निवेश्य पूजयामासुरर्काध्यायः परमात्मने। कौशिककृतदीक्षस्तु यंष्टुं यज्ञमनुत्तमम् आरेभे मुनिभिः सार्धं विधिना मुनिसत्तमः। वर्तमाने महायज्ञे मारीचो नाम राक्षसः। भ्रात्रा सुबाहुना तत्र विघ्नं कर्तुमवस्थितः। दृष्ट्वा तौ राक्षसौ घोरौ राघवः परवीरः। जखानैकेन बाणेन सुबाहुं राक्षसेश्वरम्। पवनास्त्रेण महदा मारीजं स निशाचरं। सागरे पातयामास शुष्कपर्णमिवानिलः। स रामस्य महावीर्यं दृष्ट्वा राक्षससत्तमः। न्यस्तशस्त्रस्तपस्तप्तुं प्रययौ महादाश्रमम्। विश्वामित्रो महातेजा समाप्ते महदिक्रतौ। प्रहृष्टमनसा तत्र पूजयामास राघवम्। समाश्लिष्य महात्मानं काकपक्षधरं हरिं नीलोत्पलदलश्यामं पद्मपत्रायते क्षणं। उपाख्राय तदा मूर्ध्नि तुष्टावमुनिसत्तमः। यदस्मिन्नन्तरे राजा मिथिलाया अधीश्वरः। वाजपेयं क्रतुं यष्टुमारेभे मुनिसत्तमैः। तं द्रष्टुं प्रययुः सर्वे विश्वामित्र पुरोगमाः। मुनयो रघुशार्दूलसहिताः पुण्यचेतसः। गच्छतस्तस्य रामस्य पदाब्जेन महात्मनः। अभूत्सा पावनी भूमिः समाक्रान्ता महाशिला। सापि सप्ता पुरा भर्त्रा गौतमेन द्विजन्मना। अहल्या रघुनाथस्य पादस्पर्शाच्छुभा भवद अध सम्प्राप्य नगरीं मिथिलां मुनिसत्तमाः राघवाभ्यां तु सहिता बभूव प्रीतमानसाः समा गदान् महाभागान् दृष्ट्वा राजा महाबलः प्रत्युद्गम्य प्रणम्याथ पूजयामास मैथिलः रामं पद्मविशालाक्षमिन्दीवरदलप्रभं पीताम्बरधरं श्लक्ष्णं कोमलावयवोज्ज्वलम् अवधीरितकन्दर्पकोडिलावण्यमुत्तमम् सर्वलक्षणसम्पन्नं सर्वाभरणभूषितं स्वस्य कृत्पद्ममध्ये यः परेशस्य तनुर्हरिः उत्पन्नो दीपवद्दीपात् सौशील्यादिगुणैः परैः तं दृष्ट्वा रघुनाथं स जनको हृष्टमानसः परेशमेव तं मेने रामं दशरथात्मजं पूजयामास काकुत्स्थं धन्योऽस्मीति ब्रुवन् नृपः प्रसादं वासुदेवस्य विष्णोर्मेने नरेश्वरः प्रदातुं दुःखितां तस्मै मनसा चिन्तयन् प्रभुः आत्मजौ रघुवंशस्य ज्ञात्वा तत्र नृपोत्तमः पूजयामास धर्मेण वस्त्रैराभरणैः शुभैः ऋषीन् समर्चयामास मधुपर्कादिपूजनैः तदोवसाने यज्ञस्य रामो राजीवलोचनः भङ्क्त्वा शैवं धनुर्दिव्यं जिदवान् जनकात्मजाम् अधासौ वीर्यशुल्केन महदा परितोषितः मुदा धरणिजां तस्मै प्रददौ मिथिलाधिपः केशवाय श्रियमिव यथा पूर्वं महार्णवः सदूतं प्रेषयामास राघवं मिथिलाधिपः पुत्राभ्यां सह धर्मात्मा मिथिलायां विवेशः वसिष्ठवामदेवाद्यैः प्रीतैः सह महीपतिः उवास नगरे रम्ये जनकस्य रघुत्तमः तस्मिन्नेव शुभे काले रामस्य धरणीसुधां विवाहमकरोद् राजा मिथिलेन समर्चितः लक्ष्मणस्योर्मिलां नाम कन्यां जनकसम्भवां जनकस्यानुजस्याध तनये शुभवर्चसि माण्डवीश्रुतकीर्तिश्च सर्वलक्षणलक्षिते भरतस्य च सौमित्रेर्विवाहमकरोन्नृपः निर्वत्यौद्वाहिकं तत्र राजा दशरथो बली अयोध्यां प्रस्थितश्रीमान् पौरैर्जनपदैर्वृतः पारिबर्हं समादाय मैथिलेन च पूजितः ससुदः सस्नुषस्साश्व सगजः सबलानुगः तदध्वनिमहावीर्यो जामदग्निप्रतापवान् गृहीत्वा परशुं चापं संक्रुद्ध इव केसरी अभ्यधावच्च काकुत्स्थं योद्धुकामो नृपान्तकः सम्प्राप्य राघवं दृष्ट्वा वचनं प्राह भार्गवः परशुराम उवाच राम राम महाबाहो शृणुष्व वचनं मम बहुश पार्थिवान् हत्वा संयुगे भूरिविक्रमान् ब्राह्मणेभ्यो महीं दत्त्वा तपस्तप्तुमहं गतः तव वीर्यबलं श्रुत्वा त्वया योद्धुमिहागदः इक्ष्वाकवो न वध्यामि मादामह कुलोद्भवः वीर्यं क्षत्रबलं श्रुत्वा न शक्यं सहितुं मम रौद्रं चापं दुराधर्षं भज्यमानां त्वया नृप तस्माद्वदान्य युद्धं मे दीयदां रघुसत्त्वम् सम इदं तु वैष्णवं चापं तेन तुल्यमरिन्दम आरोपयस्ववीर्येण निर्जितोऽस्मि त्वयैव हि अथवा त्यज शस्त्राणि पुरस्ताद् बलिनो मम शरणं भज काकुस्त कादरोऽस्यथ चेतसि ईश्वर उवाच एवमुक्तस्तु काकुस्थो भार्गवेण प्रदापवान् तच्चापं तस्य जग्राह तच्चक्रिं वैष्णवीमपि चक्र्या वियुक्तः स तदा जामदग्निप्रदापवान् निर्वीर्यो नष्ट तेजाभूत् कर्महीनो यथा द्विजः विनष्टतेज सन्दृष्ट्वा भार्गवं नृपसत्तमाः साधु साध्विधि काकुस्थं प्रशशंसुर्मुहुर्मुहुः काकुस्थस्तन्महच्चापं गृहीत्वारोप्यलीलया संधाय बाणं तच्चापे भार्गवं प्राह विस्मितम् राम उवाच अनेन शरमुख्येन किं कर्तव्यं तव द्विज चेत्मि लोकमिमं चाधस्वर्गं वा हन्मि ते तपः ईश्वर उवाच तं दृष्ट्वा घोरसङ्काशं बाणं रामस्य भार्गवः ज्ञात्वा तं परमात्मानं प्रहृष्टो राममब्रवीद परशुराम उवाच राम राम महाबाहो न वेत्मि त्वां सनातनं जानाम्यद्यैव काकुस्तव वीर्यगुणादिभिः त्वमादिपुरुषः साक्षात् परब्रह्म परो व्ययः त्वमनन्दो महाविष्णुर्वासुदेवः परात्परः नारायणस्त्वं श्रीशस्त्वमीश्वरस्त्वं त्रयीमयः त्वं कालस्त्वं जगत्सर्वमकाराख्यस्त्वमेव च स्रष्टा धाता च संहर्ता त्वमेव परमेश्वरः त्वमचिन्त्यो महद्भूतरूपस्त्वं तु मनुर्महान् चतुष्षट्पञ्चगुणवांस्त्वमेव पुरुषोत्तमः त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारस्त्रयीमयः व्यक्ताव्यक्तस्वरूपस्त्वं गुणभृन्निर्गुणः परः स्तोतुं त्वाकमशक्तश्च वेदानामप्यगोचरं यच्चापलत्वं कृतवांस्त्वां युयुत्सुतया प्रभो तत्क्षन्तव्यं त्वया नाथ कृपया केवलेन तु तव शक्त्या नृपान् सर्वान् जित्वा दत्त्वा महीं द्विजान् त्वत्प्रसादवशदेव शान्तिमाप्नोति नैष्टिकीम् ईश्वर उवाच एवमुक्त्वा तु काकुस्थं जामदग्निर्महातपः परिणीय नमस्कृत्वा राघवं लोकरक्षकं शतक्रदुकृदं स्वर्गं ततस्त्रायन्यवेदयद राघवोऽथ महातेजा ववन्दे तं महामुनिं विधिवत् पूजयामास पाद्यार्का चमनादिभिः तेन सम्पूजितस्तत्र जामदग्निर्महातपः तपस्तप्तुं ययौ रम्यं नरनारायणाश्रमं राजा दशरथसोध पुत्रैर्दारसमन्वितैः स्वाम्बुरीं सुमुहूर्तेन प्रविवेश महाबलः राघवो लक्ष्मणश्चैव शत्रुघ्नो भरतस्तथा स्वान् स्वान् दारानुपागम्य रेमिरे हृष्टमानसाः तत्र द्वादशवर्षाणि सीतया सह राघवः रमयामास धर्मात्मा नारायण इव श्रिया तस्मिन्नेव तु राजाथ काले दशरथसुतं ज्येष्ठं राज्येन संव्योक्तुमैच्छत् प्रीत्या महीपतिः तस्य भार्याथ कैकेयी पुरा दत्तवरा प्रिया अयाचदनृपश्रेष्ठं भरधस्याभिषेचनं विवासनं च रामस्य वत्सराणि चतुर्दश स राजा सत्यवचनाद्रामं राज्यादधोत्सुतं विवासयामास तदा दुःखेन हतचेतनः शक्तोऽपि राघवस्तस्मिन् राज्यं संत्यज्य धर्मदः दशग्रीववधार्थाय पितुर्वचनहेतुना वनं जगाम काकुस्थो लक्ष्मणेन च सीतया राजा पुत्रवियोगार्थः शोकेन च ममारसः नियुज्यमानो भरतस्तस्मिन् राज्ये समन्त्रिभिः नैषद्राज्यं स धर्मात्मा सौभ्रात्रमनुदर्शयन् वनमागम्य काकुस्त मया चद्भ्रातरं ततः रामस्तु पिदुरादेशान्नैच्छद्राज्यमरिन्दमः स्वपादुके ददौ तस्मै भक्त्या सोऽप्यग्रहीत्तथा रामस्य पादुके राज्यमवाप्य भरतशुभे प्रत्यहं गन्धपुष्पैश्च पूजयन् कैकयीसुतः तपश्चरणयुक्तेन तस्मिंस्तस्थौ नृपोत्तमः यावदागमनं तस्य राघवस्य महात्मनः तावद्व्रतपराः सर्वे बभूवुः पुरवासिनः राघवश्चित्रकूडाद्रौ भरद्वाजाश्रमे शुभे रमयामास वैदेह्या मन्दाकिन्या जले शुभे कदाचिदङ्गे वैदेह्या शेदे रामो महामनः ऐन्द्रिकाकसमागम्य तस्मिन्नेव चचारः स दृष्ट्वा जानकीं तत्र कन्तर्पशरपीडितः विदधारनखैस्तीक्ष्णैः पीनोन्नदपयोधरम् तं दृष्ट्वा वायसं रामकुशं जग्राहपाणिना ब्रह्मणास्त्रेण संयोज्य चिक्षेप धरणीधरः तं तृणं घोरसङ्काश्यं ज्वालारजितविग्रहं दृष्ट्वा कागप्रदुद्राव विमुञ्चन् कादरं स्वरम् तं काकं प्रत्यनुययौ रामस्यास्त्रं सुदारुणं वायसस्त्रिषु लोकेषु बभ्राम भयपीडितः यत्र यत्र ययौ काकशरणार्थी स वायसः तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च शरणार्थी जगामाशु वायसशस्त्रपीडितः तं दृष्ट्वा वायसं सर्वे रुद्राद्या देवदानवाः न शक्ता स्म वयं त्रातुमिति प्राहुर्मनीषिणः अध प्रोवाच भगवान् ब्रह्मा त्रिभुवनेश्वरः ब्रह्मोवाच भो भो बलिभुजां श्रेष्ठ तमेव शरणं व्रज स एव रक्षकश्रीमान् सर्वेषां करुणानिधिः रक्षत्येव क्षमासारो वत्सलं शरणागतान् ईश्वर सर्वभूतानां सौशील्यादिगुणान्विदः रक्षिता जीवलोकस्य पिता माता सखा सुहृद शरणं व्रजदेवेशं नान्यत्र शरणं द्विज महादेव उवाच इत्युक्तस्तेन बलिभुब्रह्मणा रघुनन्दनम् उपेत्य सहसा भूमौ निपपादभयातुरः प्राणसंशयमापन्नं दृष्ट्वा सीताथ वायसं त्राहि त्राहीति भर्तारमुवाच विनयाद्विभुम् पुरधपतितं देवी धरण्यां वायसं तदा तच्छिरःपादयोस्तस्य योजयामास जानकी समुद्धाप्यकरेणाथ कृपापीयूषसागरः ररक्षरामो गुणवान् वायसं दययार्दिदः तमाह वायसं रामो मा धैर्यदि दयानिधिः अभयं ते प्रदास्यामि गच्छ गच्छ यथा सुखम् प्रणम्य राघवायाथ सीतायै च मुहुर्मुहुः स्वर्लोकं प्रययावाशु राघवेण च रक्षितः ततो रामस्तु वैदेह्या लक्ष्मणेन च धीमता उवासचित्रकूडाद्रौ स्तूयमानो महर्षिभिः तस्मिन् सम्पूज्यमानस्तु भरद्वाजेन राघवः जगामास्त्रे सुविपुलमाश्रमं रघुसत्तमः समागतं रघुवरं दृष्ट्वा मुनिवरोत्तमः भार्यया सह धर्मात्मा प्रत्युद्गम्य मुदायुधः आसने सुशुभे मुख्ये निवेश्य सह सीतया अर्घ्यपाद्या चमनीयं च वस्त्राणि विविधानि च मधुपर्कन् ददौ प्रीत्या भूषणं चानुलेपनं तस्य पत्न्यनसूयादु दिव्याम्बरमनुत्तमं सीतायै प्रददौ प्रीत्या भूषणानि द्युमन्ति च दिव्यान्नपान भक्षाद्यैर्भोजयामास राघवं तेन सम्पूजितस्तत्र भक्त्या परमया नृपः उवासदिवसं तत्र प्रीत्या रामः स लक्ष्मणः प्रभाते विमले रामसमुद्धाय महामुनिं परिणीय प्रणम्याध गमनायोपचक्रमे अनुज्ञातस्ततस्तेन रामो राजीवलोचनः प्रययौ दण्डकारण्यं महर्षिकुलसङ्कुलम् तत्रादिभीषणं घोरं विराधं नाम राक्षसं हत्वाध शरभङ्गस्य प्रविवेशाश्रमं शुभं सदु दृष्ट्वाथ काकुस्थं सद्यः संक्षीणकल्मषः प्रययौ ब्रह्मलोकं तु गन्धर्वाप्सरसान्वितम् सुदीक्ष्णस्याप्यगस्त्यस्य ह्यगस्त्यभ्रादुरेव च क्रमेण प्रययौ रामस्तैश्च सम्पूजितस्तथा पञ्चवट्यां ततो रामो गोदावर्यास्तडे शुभे उवास सुचिरं कालं सुखेन परमेण च तत्र गत्वा मुनिश्रेष्ठास्तापसा धर्मचारिणः पूजया मासुरात्मेशं रामं राजीवलोचनम् भयं विज्ञापया मासुस्तं च रक्षो गणेरिदं तानाश्वस्यदु काकुस्थो ददौ चाभयदक्षिणां ते दुःसम्पूजितास्तेन स्वाश्रमान् सम्प्रपेदिरे तस्मिं त्रयोदशाब्दानि रामस्य परिनिर्ययुः गोदावर्यास्तडे रम्ये पञ्चवट्यां मनोरमे कस्यचित्त्वथकालस्य राक्षसी कोररूपिणी रावणस्य स्वसा तत्र प्रविवेश दुरासदा साधु दृष्ट्वा रघुवरं कोटिकन्दर्पसन्निभम् इन्दीवरदलश्यामं पद्मपत्रायते क्षणं प्रोन्न तांसं महाबाहुं कम्बुग्रीवं महाहनुम् सम्पूर्णचन्द्रसदृशं सस्मितानन पङ्कजं भृङ्गावलिनिभैस्निग्धैः कुडिलैः शीर्षजैर्व्रतम् रक्तारविन्दसदृशं पद्महस्ततलाङ्गितं निष्कलङ्केन्दुसदृशं नखपङ्क्तिविराजितं स्निग्धकोमलदूर्वाभं सौकुमार्यनिधिं शुभं पीतकौशेयवसनं सर्वाभरणभूषितं युवाकुमारवयसं जगन्मोहनविग्रहं दृष्ट्वा तं राक्षसीरामं कन्दर्पशरपीडिता अब्रवीत्समुपेत्याध रामं कमललोचनं राक्षस्युवाच कस्त्वं तापसवेशेण वर्तस्ये दण्डके वने आगतोऽसि किमर्थं च राक्षसानां दुरासदे शीघ्रमाचक्ष्वतत्त्वेन नानृतं वक्तुमर्हसि महेश्वर उवाच इत्युक्तः स तदा रामः सम्प्रहस्याब्रवीद्वजः राम उवाच राज्ञो दशरथस्याहं पुत्रो राम इदीरिदः असौ ममानुजो धन्वी लक्ष्मणो नाम चाणकः पत्नी चेयं च मे सीता जनकस्यात्मजा प्रिया पितुर्वचननिर्देशादहं वनमिहागतः विचरामो महारण्यमृषीणां हितकाम्यया आगतासि किमर्थं त्वमाश्रमं मम सुन्दरि का त्वं कस्य कुले जाता सर्वं सत्यं वदस्व मे महेश्वर उवाच इत्युक्त्वा साधु रामेण प्राह वाक्यमशङ्किता राक्षस्युवाच अहं विश्रवसः पुत्री रावणस्य स्वसा नृप नाम्ना शूर्पणका नाम त्रिषु लोकेषु विश्रुता इदं च दण्डकारण्यं भ्रात्रा दत्तं मम प्रभो भक्षयन्नृषि सङ्घान्वै विचरामि महावने त्वां तु दृष्ट्वा मुनिवरं कन्दर्पशरपीडिता रन्धुकामा त्वया सार्धमागतास्मि सुनिर्भया मम त्वं नृपशार्दूल भर्ता भवितुमर्हसि इमां तव सदीं सीतां ग्रसितुं भूप कामये वनेषु गिरिमुख्येषु रमयामि त्वया सह महेश्वर उवाच इत्युक्त्वा राक्षसी सीतां ग्रसितुं वीक्ष्य चोद्यतां श्रीरामखड्गमुद्यम्य नासाकर्णौ प्रजिच्छिते रुदन्ती सभयं शीघ्रं राक्षसी विकृतानना करालयं प्रविश्याह तस्य रामस्य चेष्टितं सदु राक्षससहस्रैर्दूषणत्रिशिरोवृतः आजगामभृशं योद्धुं राघवं शत्रुसूदनः तान् रामकानने घोरे बाणकालान्तकोपमैः निजखानमहाकायान् राक्षसांस्तत्र लीलया करं त्रिशिरसं चैव दूषणं तु महाबलं रणे निपादयामास बाणैराशी विशोपमैः निहत्य राक्षसान् सर्वान् दण्डकारण्यवासिनः पूजितसुरसङ्घैश्च स्तूयमानो महर्षिभिः उवासदण्डकारण्ये सीतया लक्ष्मणेन च राक्षसानां वधं श्रुत्वा रावणक्रोधमूर्च्छितः आजगामजनस्थानं मारीचेन दुरात्मना सम्प्राप्य पञ्चवट्यां तु दशग्रीवसराक्षसः मायाविनामरीचेन मृगरूपेण रक्षसः अपहृत्याश्रमाद्दूरे तौ तु दशरथात्मजौ जहारसीतां रामस्य भार्यां स्ववधकाङ्क्षया प्रियमाणां तु तां दृष्ट्वा जडायोर्गृध्रराड्बली रामस्य सौहृदा तत्र युयुधे तेन रक्षसा तं हत्वा बाहुवीर्येण रावणं शत्रुवारणः प्रविवेश पुरीं लङ्कां राक्षसैर्बहुभिर्वृताम् अशोकवनिकामध्ये निःक्षिप्य जनकात्मजाम् निधनं रामबाणेन काङ्क्षयन् स्वगृहं विशद रामस्तु राक्षसं हत्वा मरीचं मृगरूपिणं पुनराविश्य तत्राधभ्रादा सौमित्रिणा ततः राक्षसापहृदां भार्यां ज्ञात्वा दशरथात्मजः प्रभूदशोकसन्तप्तो विललापमहामतिः मार्गमाणो वने सीतां पथि गृध्रं महाबलम् विच्छिन्नपादपक्षं च पतितं धरणीतले रुधिरापूर्णसर्वाङ्गं दृष्ट्वा विस्मयमागतः पप्रच्छराघवं श्रीमान् केन किं त्वं जिघांसितः गृध्रस्तु राघवं दृष्ट्वा मन्दमन्दमुवाचः गृध्र उवाच रावणेन हृदा राम तव भार्यां बलीयसा तेन राक्षसमुखेन सङ्ग्रामे निहतोऽस्म्यहम् महेश्वर उवाच युत्युक्त्वा राघवस्याग्रे सहसा त्यक्तजीवितः संस्कारमकरोद्रामस्तस्य ब्रह्मविधानदः स्वपदं च ददौ तस्मै योगिगम्यं सनातनं राघवस्य प्रसादेन स गृध्र परमं पदं हरे सामान्यरूपेण मुक्तिं प्राप खगोत्तमः माल्यवन्दं ततो गत्वा मदङ्गस्याश्रमे शुभे अभिगम्य महाभागां सबरीं धर्मचारिणीं साधु भागवतश्रेष्ठा दृष्ट्वा तौ रामलक्ष्मणौ प्रत्युद्गम्य नमस्कृत्वा निवेश्य कुशविष्ठरे पादप्रक्षालनं कृत्वा वन्यैः पुष्पैः सुगन्धिभिः अर्चयामास भक्त्या वै हर्षनिर्भरमानसा फलानि च सुगन्धीनि मूलानि मधुराणि च निवेदयामास तदा राघवाभ्यां दृढव्रता बलान्यास्वाद्य काकुत्स्थस्तस्यै मुक्तिं ददौ पराम् ततः पम्पासरो गत्वा राघवशत्रुसूदनः जखानराक्षसं तत्र कबन्धं कोररूपिणं तं निहत्य महावीर्यो ददाह स्वर्गतश्च सः ततो गोदावरीं गत्वा रामो राजीवलोचनः पप्रच्छ सीतां गङ्गे त्वं किं तां जानासि मे प्रियां न शशंस तदा तस्मै सा गङ्गा तमसा वृदा सशाप राघवक्रोधात् रक्ततेऽया भवेदितां ततो भयात् समुद्विग्ना पुरस्कृत्य महामुनिन् कृताञ्जलिपुडादिना राघवं शरणं गदा ततो महर्षय सर्वे रामं प्राहुस्सनातनं ऋषय ऊजुः त्वत्पादकमलोद्भूता गङ्गा त्रैलोक्यपावनी त्वमेव हि जगन्नाथ तां शापान् मोक्तुमर्हसि महेश्वर उवाच तद प्रोवाच धर्मात्मा रामशरणवत्सलः राम उवाच शबर्या स्नानमात्रेण सङ्गदा शुभवारिणा मुक्ता भवतु मच्चापात् गाङ्गेयं पापनाशिनी यवमुक्त्वा दुकाकुस्तशबरीतीर्थमुत्तमं गङ्गा गया समं चक्रे शार्ङ्गकोट्या महाबलः महाभागवतानां च तीर्थं यस्योदके भवद तच्छरीरं जगद्वन्द्यं भविष्यदि न संशयः एवमुक्त्वा दुःखाकुस्थ ऋष्यमूकं गिरिं ययौ ततः पम्बासरस्तीरे वानरेण हनूमता। अङ्गदस्तस्य वचना सुग्रीवेण समागतः सुग्रीववचनाद्धत्वा वालिनं वानरेश्वरम्। सुग्रीवमेतद्राज्ये रामो सावभ्यषेचयत। स तु सम्प्रेषयामास दिदृक्षुर्जनकात्मजान् हनुमत्प्रमुखान् वीरान् वानरान् वानराधिपः। स लङ्घयित्वा जलधिं हनूमान् मारुदात्मजः। प्रविश्य नगरीं लङ्कां दृष्ट्वा सीतां दृढव्रतान् उपवासकृशान्तीनां भृशं शोकपरायणां मलपङ्गेन दिग्धाङ्गीं मलिनाम्बरधारिणीं निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्यतां। सप्तमन्त्रिसुतांस्तत्र रावणस्य सुतं तथा तोरणस्तम्भमुत्पाट्य निजखानस्वयं कपिः। समाश्वास्य च वैदेहीं बभञ्जोपवनं तदा वनपालान् किङ्करांश्च पञ्चसेनाग्रनायकान्। रावणस्य सुदेनाथ निगृहीतो यदृचया दृष्ट्वा च राक्षसेन्द्रं तु सम्भाषित्वा तथैव च ददाह नगरीं लङ्कां स्वलाङ्गूलाग्निना कपिः। तया दत्तमभिज्ञानं गृहीत्वा पुनरागमद। सोऽभिगम्य महातेज रामं कमललोचनं न्यवेदयन् वानरेन्द्रो दृष्टा सीदेदि तत्त्वतः। सुग्रीव सहितो रामो वानरैर्बहुभिर्वृतः महो दधेस्तडं गत्वा तत्रानीकं न्यवेशयद। रावणस्यानुजो भ्राता विभीषण इदीरितः धर्मात्मा सत्यसन्धश्च महाभागवतोत्तमः। ज्ञात्वा समागतं रामं परित्यज्य स्वपूर्वजं राज्यं सुतांश्च दारांश्च राघवं शरणं ययौ। परिगृह्य चदं रामो मारुतेर्वचनात् प्रभुः तस्मै दत्त्वा भयं सौम्यं रक्षो राज्येभ्यषेचयद। तदसमुद्रं काकुत्स्थस्तर्तु कामप्रपद्य वै सुप्रसन्नजलं तं तु दृष्ट्वा रामो महाबलः। शार्ङ्गमादाय बाणौखैः शोषयामास वारिधिं। ततस्तु सरिदामीश काकुत्स्थं करुणानिधिं। प्रपद्यशरणं देवमर्चयामास वारिधिः पुनरापूर्यजलधिं वरुणास्त्रेण राघवः। उदधेर्वचनात् सेतुं सागरे मकरालये गिरिभिर्वानरानिदैर्नलसेतुमकारयद। ततो गत्वा पुरीं लङ्कां सन्निवेश्य महाबलं सम्यगायोधनं चक्रे वानराणां च रक्षसां। ततो दशास्य तनयशक्र जिद्राक्षसो बली बबन्थ नागपाश्यैश्च तावुभौ रामलक्ष्मणौ। वैनतेयसमागत्य तान्यस्त्राणि प्रमोचयद। राक्षसा निषदा सर्वे वानरैश्च महाबलैः। रावणस्यानुजं वीरं कुम्भकर्णं महाबलं निजकानरणे रामो बाणैरग्निशिखोपमैः। ब्रह्मास्त्रेणेन्द्रजित्क्रुद्धः पादयामास वानरान् हनूमदा समानीदो महौषधि महीधरः तस्यानीदस्य च स्पर्शात् सर्व एव समुद्धिताः ततो रामानुजो वीरशक्रजेतारमाहवे निपादयामास शरैर्वृत्रं वज्रधरो यथा निर्यया वधपौलस्त्यो योद्धुं रामेण संयुगे चतुरङ्गबलैः सार्धं मन्त्रिभिश्च महाबलः समन्तदो भवद्युद्धं वानराणां च रक्षसाम् रामरावणयोश्चैव तथा सौमित्रिणा सह शक्त्या निपादयामास लक्ष्मणं राक्षसेश्वरः तदक्रुद्धो महातेजा राघवो राक्षसान्तकः जखान राक्षसान्वीरान् शरैः कालान्धकोपमैः प्रदीप्तैर्बाणसाहस्रैः कालदण्डोपमैर्भृशं छादयामास काकुस्तो दशग्रीवं च राक्षसं सदु निर्भिन्न सर्वाङ्गो राघवास्त्रैर्निशाचरः भयात् प्रदुद्राव रणाल्लङ्कां प्रतिनिशाचरः जगद्राममयं पश्यन् निर्वेदाद्गृहमाविशद ततो हनुमदानिदो महौषधि महागिरिः तेन रामानुजस्तूर्णं लब्धसंज्ञो भवत्तदा दशग्रीवस्ततो होममारेभे जयकाङ्क्षया ध्वंसिदं वानरेन्द्रैस्तदभिचारात्मकं रिपोः पुनरुद्धाय पौलस्त्यो रामेण सह निर्ययौ दिव्यसन्दनमारुह्य राक्षसैर्बहुभिर्युधः तदशतमको दिव्यं रथं हर्यश्व संयुतं राघवाय ससुदं हि प्रेषयामास बुद्धिमान् रथं मातलिनानीदं समारुह्य रघूत्तमः स्तूयमानं सुरगणैर्युयुधे तेन रक्षसा ततो युद्धमभूद्धोरं रामरावणयोर्महद सप्ताह्निकमहोरात्रं शस्त्रास्त्रैरधिभीषणं विमानस्ताः सुराः सर्वे ददृशुस्तत्र संयुगम् दशग्रीवस्य चिच्छेद शिरांसि रघुसत्तमः समुद्धितानि बहुशो वरदानात् कपर्दिनः ब्राह्ममस्त्रं महारौद्रं वधायास्य दुरात्मनः ससर्ज राघवस्तूर्णं कालाग्निसदृशप्रभं तदस्त्रं राघवोत्सृष्टं रावणस्य स्तनान्तरम् विदार्य धरणीं भित्त्वा रसातलतले गदम् सम्पूज्यमानं भुजगैराघवस्य करं ययौ स गदासुर्महादैत्यपपाद च ममार च ततो देवगणा सर्वे हर्षनिर्भरमानसाः ववृक्षुपुष्पवर्षाणि महात्मनि जगद्गुरौ जगोर्गन्धर्वपदयो नानृत्तुश्चाप्सरो गणः ववुः पुण्यास्तथा वादात् सुप्रभो भूद्दिवाकरः तुष्टुवुर्मुनयसिद्धा देवगन्धर्वकिन्नराः लङ्कायां राक्षसश्रेष्ठमभिषिच्य विभीषणम् कृतकृत्यमिवात्मानं मेने रघुकुलोत्तमः रामस्तत्राब्रवीद्वाक्यमभिषिच्य विभीषणम् राम उवाच यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी यावन्मम कथा लोके तावद्राज्यं विभीषणे गत्वा मम पदं दिव्यं योगिगम्यं सनातनं सपुत्रपौत्रसगणसम्प्राप्नुहि महाबलः ईश्वर उवाच एवं दत्त्वा वरं तस्मै राक्षसाय महाबलः सम्प्राप्य मैथिलीं तत्र परुषं जनसंसदि उवाच राघवसीतां गर्हितं वचनं बहु सा तेन गर्हिता साध्वी विवेश चानलं महद तदो देवगणाः सर्वे शिवब्रह्मपुरोगमाः दृष्ट्वा दुमादरं वह्नौ प्रविशन्तीं भयादुराः समागम्य रघुश्रेष्ठं सर्वे प्राञ्जलयो ब्रुवन् देवा ऊचुः राम राम महाबाहो शृणु त्वं चादिविक्रम सीतादिविमला साध्वी तव नित्यानपायिनी अत्याज्यादु वृथा सा हि भास्करेण प्रभा यथा श्रेयं लोकहितार्थाय समुत्पन्ना महीतले माता सर्वस्य जगदः समस्त जगदाश्रया रावणकुम्भकर्णश्च भृत्यौ पूर्वपरायणौ शापात्वौ सनकादीनां समुत्पन्नौ महीतले तयोर्विमुक्त्यै वैदेही गृहीता दण्डके वने तावुभौ वैवधं प्राप्तौ त्वया राक्षसपुङ्गवौ तौ विमुक्तौ दिवं यातौ पुत्रपौत्र सहानुगौ त्वं विष्णुस्त्वं परं ब्रह्म योगि ध्येयः सनातनः त्वमेव सर्वदेवानामनादिनिधनोऽव्ययः त्वं हि नारायण श्रीमान् सीतालक्ष्मी सनातनी माता स सर्वलोकानां पिता त्वं परमेश्वर नित्यैवैष जगन्मादा तव नित्यानपायिनी यथा सर्वगतस्त्वं हि तथा चेयं रघूत्तम तस्माच्छुद्धसमाचारां सीतां साध्वीं दृढव्रतां गृहाण सौम्यकाकुस्तक्षीराब्धेरिव मा चिरम् ईश्वर उवाच यदस्मिन्नन्तरे तत्र लोकसाक्षी सपावकः आदाय सीतां रामाय प्रदधौ सुरसन्निधौ अब्रवीत्तत्र काकुत्स्थं वह्निः सर्वशरीरगः वह्निरुवाच इयं शुद्धसमाचारा सीता निष्कल्मषा विभो गृहाणमाचिरं राम सत्यं सत्यं तवा ब्रुवन् ईश्वर उवाच तदोऽग्नि वचनासीदां परिगृह्य रघुद्वहः बभूव रामसंहृष्टपूज्य मानसुरोत्तमैः राक्षसैर्निहदायेदु सङ्ग्रामे वानरोत्तमाः पितामह वरतूर्णं जीवमाना समुद्धिताः ततस्तु पुष्पकं नाम विमानं सूर्यसन्निभं भ्रात्रा गृहीतं सङ्ग्रामे कौबेरं राक्षसेश्वरः तद्राघवाय प्रददौ वस्त्राण्याभरणानि च तेन सम्पूजित श्रीमान् रामचन्द्रप्रतापवान् आरुरोह विमानाग्र्यं वैदेह्या भार्यया सह लक्ष्मणेन च सूर्येण भ्रात्रा दशरथात्मजः ऋक्षवानरसङ्घादै सुग्रीवेण महात्मना विभीषणेन सूर्येण राक्षसैश्च महाबलैः यथा विमाने वैकुण्ठे नित्यमुक्तैर्महात्मभिः तथा सर्वे समारुह्य ऋक्षवानर राक्षसाः अयोध्यां प्रस्थितो रामस्तूयमानसुरोत्तमैः भरद्वाजाश्रमं गत्वा रामसत्यपराक्रमः भरदस्यान्तिके तत्र हनुमन्तं व्यसर्जयत सनिषादालयं गत्वा गुहं दृष्ट्वाथ वैष्णवम् राघवागमनं तस्मै प्राह वानरपुङ्कवः नन्दिग्रामं ततो गत्वा दृष्ट्वाथं राघवानुजम् न्यवेदयत्तथा तस्मै रामस्यागमनोत्सवं भरतश्चागतं श्रुत्वा वानरेण रघुत्तमम् प्रहर्षमतुलं लेभे सानुजः ससुहृज्जनः पुनरागत्य काकुत्स्थं हनूमान् मारुतात्मजः सर्वं शशंस रामाय भरतस्य च वर्तितं राघवस्तु विमानाग्र्यादवरुह्य सहानुजः ववन्दे भार्यया सार्धं भारद्वाजं तपोनिधिं स तु सम्पूजयामास काकुत्स्थं सानुजं मुनिः पक्वान्नैफलमूलाद्यैर्वस्त्रैराभरणैरपि तेन सम्पूजितस्तत्र प्रणम्य मुनिसप्तमम् अनुज्ञातः समारुह्य पुष्पकं सानुगस्तदा नन्दिग्रामं ययौ रामपुष्पकेण सुहृद्वृतः मन्त्रिभिः पौरमुख्यैश्च सानुजः केकयीसुतः प्रत्युद्ययौ नृपवरैः सबलैः पूर्वजं मुदा सम्प्राप्य रघुशार्दूलं वबन्ते सानुगैर्वृतः पुष्पकादवरुह्याध राघव शत्रुतापनः भरतं चैव शत्रुघ्नमुपसम्परिषस्वजे पुरोहितं वसिष्ठं च मातृवृद्धांश्च बान्धवान् प्रणनाम महातेजासीदया लक्ष्मणेन च विभीषणं च सुग्रीवं जाम्बवन्तं तथाङ्गदम् हनुमन्तं सुषेणं च भरतः परिषत्स्वजे भ्रातृभिस्सनुगैस्तत्र मङ्गलस्नानपूर्वकम् दिव्यमालाम्बरधरो दिव्यगन्धानुलेपनः आरुरोहरथं दिव्यं सुमन्त्राधिष्ठितं शुभम् संस्तूय मानस्त्रिदशैर्वैदेह्या लक्ष्मणेन च भरतश्चैव सुग्रीवशत्रुघ्नश्च विभीषणः अङ्गदश्च सुषेणश्च जाम्बवान् मारुदात्मजः नीलो नलश्च सुभगशरभो गन्धमादनः अन्ये च कपयशूरा निषादाधिपतिर्गुहः राक्षसाश्च महावीर्याः पार्थिवेन्द्रा महाबलाः गजानश्वानतो सम्यगारुह्य बहुशशुभान् नानामङ्गलवादित्रैः स्तुतिभिः पुष्कलैस्तथा वृक्षवानररक्षोभिर्निषादवरसैनिकैः प्रविवेशमहातेजासकेदं पुरमव्ययम् आलोक्य राजनगरीं पथि राजपुत्रो राजानमेव पितरं परिचिन्तयानः सुग्रीवमारुदिविभीषणपुण्यपादसञ्चारपूतभवनं प्रविवेश रामः इति श्री पात्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे रामस्यायोध्याप्रवेशो नाम द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॐ